पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 97 कुञ्चल उवाच एवमाकर्ण्यतां राजा मुनीना भाषितां तदा धर्माधर्मगतिं सर्वां तं मुनिं समभाषत सुबाहुरुवाच सोऽहं धर्मं करिष्यामि सोऽहं पुण्यं द्विजोत्तम वासुदेवं जगद्योनिं यजिष्ये नितरां मुने होमेन तु जपेनैव पूजयेन्मधुसूदनं यष्ट्वा यज्ञं तपस्तप्त्वा विष्णुलोकं स भूपतिः पूजितः सर्वकामैश्च प्राप्तवान् सत्वरं मुदा गदे तस्मिन् महालोके देवदेवं न पश्यति क्षुधा जादा महातीव्रा तृष्णा चादिप्रवर्तते तयोश्चापि महाप्राज्ञजीवपीडाकरा बहु राजाभिप्रियया सार्धं क्षुधा तृष्णा प्रपीडितः न पश्यति हृषीकेशं दुःखेन महतान्वितः सूत उवाच एवं स दुःखितो राजा प्रियया सह सत्तम आकुलव्याकुलो जातः पीडितः क्षुधया भृशम् इतश्चेतश्च वेगैश्च धावते वसुधाधिपः सर्वाभरणशोभाङ्गो वस्त्रचन्दनभूषितः पुष्पमाला प्रशोभाङ्गो हारकुण्डलकङ्कणैः रत्नदीप्तिप्रशोभाङ्गः प्रययौ स महीपतिः एवं दुःखसमाचारस्तूयमानश्च पाठकैः दुःखशोकसमाविष्टस्वप्रियां वाक्यमब्रवीत् विष्णुलोकमकं प्राप्तस्त्वया सह सुशोभने ऋषिभिस्तूयमानोऽपि विमानेनापि भामिनि कर्मणा केन मे चेयं क्षुधातीव प्रवर्धते विष्णुलोकं च सम्प्राप्य न दृष्टो मधुसूदनः तत् किं हि कारणं भद्रे न भुनच्मि महत्फलं कर्मणाथ निजेनापि एतद्दुःखं प्रवर्तते सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीद भार्योवाच सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलं वेदशास्त्रपुराणेषु ये पठन्ति च ब्राह्मणाः दुःखशोकौ विधूयेह सर्वदोषाय प्रमुच्यते नामोच्चारेण देवस्य विष्णोश्चैव सुचक्रिणः पुण्यात्मानो महाभागाध्यायमाना जनार्दनं त्वयैवाराधितो देवशङ्खचक्रगदाधरः अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदिदम् फलं तस्य प्रजानामि न दृष्टो मधुसूदनः क्षुधा मे बाधते राजं सृष्णा चैव प्रशोषयेद कुञ्जल उवाच एवमुक्तस्तु प्रियया राजा चिन्ताकुलेन्द्रियः ततो दृष्ट्वा महापुण्यमाश्रमं श्रमनाशनम् दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितं वापीकुण्डतडागैश्च पुण्यतोयप् प्रपूरितैः हंसकारण्डवाकीर्णं कह्लारैरुपशोभितम् आश्रमशोभदे पुत्रमुनिभिस्तत्त्ववेदिभिः दिव्यवृक्षसमाकीर्णं मृगव्रातैश्च शोभितम् नानापुष्पसमाकीर्णं हृद्यगन्धसमाकुलं द्विजसिद्धैः समाकीर्णं ऋषिशिष्यैः समाकुलम् योगियोगेन्द्रसङ्घुष्टं देववृन्दैरलङ्कृतं कदलीवनसम्बाधैः सुफलैः परिशोभितम् नानावृक्षसमाकीर्णं सर्वकामसमन्वितं श्रीखण्डैश्चारुगन्धैश्च सुफलैः शोभितं सदा एवं पुण्यं समाकीर्णं ब्रह्मलक्ष्मसमायुधं स सुबाहुस्तदो राजा तया सुप्रियया सह प्रविवेशमहापुण्यं तद्वनं सर्वकामदं भासमानो दिशः सर्वा यत्रास्ते सूर्यसन्निभः राजमानो महादीप्त्या परया सूर्यसन्निभः योगासनसमारूढो योगपट्टेन संवृतः वामदेवऋषिश्रेष्ठो वैष्णवानां वरस्तथा ध्यायमानो हृषीकेश्यं भुक्तिमुक्तिप्रदायकम् वामदेवमहात्मानं तं दृष्ट्वा मुनिसत्तमं त्वरं गत्वा प्रणम्यैव स राजा प्रियया सह वामदेवस्ततो दृष्ट्वा प्राणदं राजसत्तमम् आशीर्भिराभिनन्द्यैव राजानं प्रिययान्वितम् उपवेश्यासने पुण्ये सुबाहुं राजसत्तमम् आसनादि ततः पाद्यैरर्कपूजादिभिस्तथा मुनिना पूजितो भूभः प्रियया सह चागतः अध पप्रच्छ राजानं महाभागवतोत्तमम् वामदेव उवाच त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तमं जाने ज्ञानेन राजेन्द्रदिव्येन चोलभूमिपं निरामयश्चागदोऽसि तार्क्ष्यया भार्यया सह राजोवाच निरामयश्चागदोऽस्मि प्राप्तो विष्णोः परं पदम् मया हि परया भक्त्या देवदेवो जनार्दनः आराधितो जगन्नाथो भक्तिप्रीतः सुरेश्वरं कस्मात् पश्याम्यहं ताद न देवं कमलापदिं क्षुधा मे बाधते ताद तृष्णातीव सुदारुणा ताभ्यां शान्तिं न गच्छाव सुखं विन्दावनैव च यतन्मे कारणं दुःखं संजातं मुनिसत्तम तन्मे त्वं कारणं ब्रूहि प्रसादात् सुमुखो भव वामदेव उवाच त्वं तु भक्तोऽसि राजेन्द्रश्रीकृष्णस्य सदैव हि आराधितस्त्वया भक्त्या परया मधुसूदनः भक्त्योपचारैः स्नानाद्याय गन्धपुष्पादिभिस्तथा न पूजितोऽथ नैवेद्यैः फलैश्च जगतां पतिः दशमी प्राप्य राजेन्द्रत्वयैव च सदा कृतम् एकभक्तं न दत्तं दुर्ब्राह्मणाय सुभोजनम् एकादशीं तु सम्प्राप्य न कृतं भोजनं त्वया विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा अन्नदानं विशेषेण कदा दत्तं न हि त्वया ओषध्यश्च महाराज नानाभेदास्तु ताशृणु कडुतिक्तकषायाश्च मधुराम्लाश्च क्षारकाः हिङ्ग्वाद्योपस्कराः सर्वे नानारूपाश्च भूपते ता जज्ञिरे सर्व ओषध्यपुष्टिहेतवः अन्नमेव सुसंकृत्य ओषधव्यञ्जनान्विदम् देवेभ्यो विष्णुरूपेभ्य इति सङ्कल्प्य दीयते पितृभ्यो विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य हि अदिदिभ्यस्तदो दत्त्वा परिजनं प्रभोजयेत् स्वयं तु भुञ्जते पश्चात्तदन्नममृतोपमम् प्रेत्य दुःखं न चैवास्ति तस्य सौख्यं तु भूपते ब्राह्मणा पितरो देवाः क्षत्ररूपाश्च भूपते यथा हि कर्षकः कश्चित् सुकृषिं कुरुदे सदा तद्वन्मर्त्य कृषिं कुर्यात् क्षेत्रे विप्रास्यके नृप स्वभावलाङ्गलेनापि श्रद्धा शस्त्रेण भेदयेद वृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा सत्यज्ञानानुभावी शुद्धात्मादु प्रदोदकः विप्रनाम्नि महाक्षेत्रे नमस्कारैर्विसर्जयेद स्फोटयेत्कल्मषं नित्यं कृषिको हि यथा नृप क्षेत्रस्य उद्यमे युक्तो विष्णु कामप्रसादयेद् तद्वद्वाक्यै शुभै पुण्यैर्विप्रांश्चापि प्रसादयेद् पार्वतीर्थाप्तिकालश्च घनरूपोऽभिवर्षणे वक्तु कामो भवे क्षेत्रे तदः क्षेत्रे प्रवाहयेद् तद्वद्भूपप्रसन्नाय विप्राय परिदीयते क्षेत्रस्य उक्तबीजस्य यथा क्षेत्री प्रभुञ्चति फलमेव महाराज तथा दादा भुनक्ति च प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा ब्राह्मणा पितरो देवाः क्षेत्ररूपान् संशयः मानवाना महाराज पापिता प्रददन्ति च फलमेवं न सन्देहो यादृशं तादृशं ध्रुवं कडुकाद्धि न जायेद राजन्मधुरयेव च तद्वच्च मधुराख्या च न जायेत् कडुकः पुनः यादृश्यं वपदे बीजं तादृश्यं फलमश्नुते न वापयदि यक्षेत्रं न स भुञ्जन्ति तत्फलम् तद्वद्विप्राश्च देवाश्च पितरः क्षेत्ररूपिणः दर्शयन्ति फलं राजन् दत्तस्यापि न संशयः यादृश्यं हि कृतं कर्म त्वयैव च शुभाशुभं तादृशं भुङ्क्ष्व वै राजन्नन्यथा तन्न जायते न पुरा देवविप्रेभ्यः पितृभ्यश्च कदाचन मिष्टान्नपानमेवापि दत्तं सुमनसा तदा सुभोज्यैर्भोजनैर्मृष्टैर्मधुरैश्चोष्य पेयकैः सुभक्ष्यैरात्मना भूक्तं कस्मै दत्तं न च त्वया स्वशरीरं त्वया पुष्टमन्नैरमृतसन्निभैः यस्मात् कृतं महाराज तस्मात् क्षुधा प्रवर्तते कर्मैव कारणं राजन्नराणां सुखदुःखयोः जन्म मृत्व्योर्महाभागभुङ्क्ष्व तत्कर्मणफलं पूर्वेऽपि च महात्मानो दिवं प्राप्ता स्वकर्मणा पुनः प्रयादा भूर्लोकं कर्मणः क्षयकालतः न लोभगीरथश्चैव विश्वामित्रो युधिष्ठिरः कर्मणैव हि सम्प्राप्ता स्वर्गं राजन् स्वकालतः दिष्टं हि प्राप्तनं कर्म तेन दुःखं सुखं लभेद तदुल्लङ्घयितुं राजन् कः समर्थोऽपि हीश्वरः अथ तस्मान्नृपश्रेष्ठः स्वर्गतस्यापि ते भवत क्षुतृष्णा सम्भवो वेगस्तदो दुष्टं हि कर्म ते यदि ते क्षुत्प्रतिकारो ह्यभीष्टो नृपसत्तम तद्गत्वा भुङ्क्ष्वकायं स्वमानन्दारण्यसंस्थितम् तव चेयमहाराज्ञि क्षुत्क्षामादीव दृश्यते सुबाहुरुवाच कियत्कालमिदं कर्म कर्तव्यं प्रियया सह तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोऽसि साम्प्रतं वामदेव उवाच अन्नदानान्महासौख्यमुदकस्य महामदे भुञ्जन्ति मर्त्या स्वर्गं वै पीड्यन्ते नैव पादकैः यदा दानं न दत्तं तु भवेदपि हि मानवैः मृत्युकालेऽपि सम्प्राप्ते दानं सर्वे ददन्ति च आदावेव प्रदातव्यमन्नं चोदकसंयुतं सुच्छत्रोपानहौ दद्या जलपात्रं सुशोभनं भूमिं सुकाञ्चनं धेनुमष्टौ दानानि योऽर्पयेत् स्वर्गेण जायते तस्य क्षुद्धा तृष्णादिसम्भवः क्षुधानबाधदे राजन्नन्न दानात् स तृप्तिमान् तृष्णातीव्रा न हि स्याद्वै तृप्तो भवति सर्वदा पादुकाया प्रदानेन चत्रदानेन भूपते चायामाप्नोति दाता वै वाहनं च नृपोत्तम उपानः प्रदानेन अन्यदेवं वदाम्यहम् भूमि दानान्महाभाग सर्वकामानवाप्नुयाद गोदानेन महाराज रसैः पुष्ठो भवेत् सदा सर्वान् भोगान् प्रभुं जानस्वर्गलोके वसेन्नरः तृप्तो भवति वै दादा गोदानेन न संशयः नीरुजसुखसम्पन्नः सन्तुष्टस्तु धनान्विदः काञ्चनेन सुवर्णस्तु जायते नात्र संशयः श्रीमांश्च रूपवांस्त्यागी रत्नभोक्ता भवेन्नरः मृत्युकाले तु सम्प्राप्ते तिलदानं प्रयच्छति सर्वभोगपदिर्भूत्वा विष्णुलोकं प्रयाति सः एवं दानविशेषेण प्राप्यते परमं सुखं गोदानं भूमिदानं तु अन्नोदके जवै त्वया जीवमानेन राजेन्द्र न दत्तं ब्राह्मणाय वै मृत्युकालेऽपि नो दत्तं तस्मात् क्षुधा प्रवर्तते ये दत्ते कारणं प्रोक्तं जातं कर्म वशानुगम् यादृश्यं तु कृतं कर्म तादृश्यं परिभुज्यते सुबाहुरुवाच कथं क्षुधा प्रशान्तिं मे प्रयाति मुनिसत्तम अनया शोषिधकायो ह्यतीव परिदूयते क्षुधां प्रदिद्विजश्रेष्ठप्रायश्चित्तं वदस्वनौः कर्मणश्चास्य घोरस्य यथा शान्तिर्भवेन्मम। वामदेव उवाच प्रायश्चित्तं न चैवास्ति हृदे भोगान् नृपोत्तम। कर्मणोऽस्य फलं सर्वं भवान् स्वस्थप्रभोक्ष्यति यत्र ते पतितकायप्रियायाश्चैव भूपते। युवाभ्यां हि प्रगन्तव्यमिधश्चैव न संशयः। उभाभ्यामपि भोक्तव्यं कायमक्षयमेव तद्। स्वं स्वं राजन्न सन्देहस्त्वया वै प्रियया सह। राजोवाच कियत्कालं प्रभोक्तव्यं मयैवं प्रियया सह। तदा दिशमहाभागप्रमाणं तद्वचो मम। वामदेव उवाच वासुदेवमहास्तोत्रं महापादकनाशनं। यदा त्वं श्रोष्यस्ये पुण्यं तदा मोक्षं प्रयास्यसि। एतत्ते सर्वमाख्यातं गच्छ राजन् प्रभुं क्ष्वहि। एवं श्रुत्वा ततो राजा भार्यया सह वै पुनः स्वशरीरस्य वै मांसं भक्षते प्रियया सह। नित्यमेव महाप्राज्ञ तद्वत्पूर्णं भवेद्वभुः। नित्यं प्रभक्षते राजा राज्ञी तस्य च पुत्रः। यथा यथा च राजा च भक्षते च कलेवरं हसेदे वै सदा नार्यौ। तयोर्भावं वदाम्यहं प्रज्ञा सार्धं महासाध्वी चरित्रं तस्य भूपतेः। हास्यं हि कुरुते नित्यं तस्य श्रद्धानपायिनी। प्रज्ञया प्रेर्यमाणेन न दत्तं श्रद्धयान्वितं ब्राह्मणेभ्य सुसंकल्प्य अन्नमुद्दिश्य वैष्णवे। एवं स भक्षदे मांसं स्वस्य कायस्य नित्यदा। योषिदप्यात्मकायं च रसैश्चामृतसन्निभैः। ततो वर्षशदान्ते तु वामदेवं महामुनिं स्मृत्वा स गर्हयामास आत्मानं प्रति सुव्रत। न दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः तदा मया। न दत्तमतिथिभ्यो हि वृद्धेभ्यश्च विशेषतः। दीनेभ्यो हि न दत्तं च कृपया चादुराय च। एवं स भुङ्क्ते स्वं मांसं गर्हयन् स्वीयकर्म च। एवं स्वमांसं भुञ्जानं सुबाहुं प्रियया सह। हस्येते च तदा दृष्ट्वा प्रज्ञा श्रद्धा च द्वे स्त्रियौ। तस्य कर्मविपाकस्य शुभात्मा हसते नृप। मम सङ्गप्रसङ्गेन न दत्तं पापचेतन। प्रज्ञा च वचनैस्तैस्तु राजानं हसते पुनः। क्व गतोऽसौ महामोहो येन त्वमोहितो नृप। लोभेन मोहयुक्तेन तमो गर्ते निपात्यते। तत्र पतित्वा मामैव पतितं दुःखसङ्कटे। दानमार्गं परित्यज्य लोभमार्गं गतो नृप। भार्यया सह भुङ्क्ष्वत्वं व्यापितः क्षुधया भृशम्। एवं तं हसदे प्रज्ञा सुबाहुं प्रिययान्वितम्। एतद्धि कारणं सर्वं तयोर्हासस्य पुत्रक। भक्ष्यमाणस्य भूपस्य देहं स्वं दुःखिते तदा। ऊचदो देहि देहीदि याच्यमानः सदैव हि। क्षुधा तृष्णा महाप्राज्ञ भीमरूपे भयानके। पयसा मिश्रितं भक्षं याचेते नृपदीश्वरं। यदत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम्। अन्यत् किं ते प्रवक्ष्यामि तद्वदस्व महामते। विज्वल उवाच वासुदेवाभिधानं तत्स्तोत्रं कथय मेऽपिदः येन मोक्षं व्रजेद्राजा तद्विष्णोः परमं पदम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे सप्तनवतितमोऽध्यायः ॐ